तर्हि अस्माकं विषयः अस्ति भावे प्रयोगः, कर्मे प्रयोगश्च. तत्र गतसप्ताहे कश्चन गृहपाठः आसीत्, षष्ठः अभ्यासः अपि च सप्तमः अभ्यासः. तत्र षष्ठः अभ्यासः अस्ति बालेन घ्रायते इत्यादिकं. तत्र अष्टादशः पाठः, अष्टादशे पाठे अस्ति. नमस्ते महोदय, अखिला अस्मि. अस्तु भगिनि, स्वागतम्. अन्य कोऽपि अस्ति? अन्य कोऽपि अस्ति वा? उचितं नाम अन्य कोऽपि अस्ति वा नूतनतया आगतः? नमस्ते महोदय, नताशा. ओके भगिनि, स्वागतम्. तर्हि इदानीं षड्विंशति अधिकशततमे पुटे अभ्यासः आसीत्. प्रथमं वाक्यं लक्ष्मी भगिनी वदति वा? बालेन घ्रायते, बालेन पुष्पं घ्रायते. समीचीनमस्ति. इदानीं द्वितीयं वाक्यं सुनिधि भगिनी. कर्मकरेण उह्यते, कर्मकरेण भारः उह्यते. अत्र कर्मणि उह्यते इति कर्मणि कर्तरिप्रयोगे किमस्ति इति जानाति वा? वहति. वहति, समीचीनमस्ति. तत्र सम्प्रसारणमिति परिवर्तनं, वस्थाने उ इति भवति. समीचीनम्. अग्रे गच्छेम. सन्दीपमहोदय, अग्रिमं. कृषकेण उप्यन्ते, कृषकेण बीजानि उप्यन्ते. तत्र कर्तृप्रयोगे कृषकेण कृषकः बीजानि वपति. बहु समीचीनमस्ति. तत्र वप् इति वपति, वप् वप् वपति, वपति. अस्तु लक्ष्मी भगिनी, प्रथमं वाक्यं वदतु. तत्र कर्तरिप्रयोगे अस्माकम् अभ्यासः भवतु. बालः पुष्पं जिघ्रति. अस्तु, द्वितीयं वाक्यं सुनिधि भगिनी. कर्मकारः भारः वहति. तत्र का विभक्तिः अपेक्षिता अस्ति? कर्तरिप्रयोगे कर्मपदस्य का विभक्तिः भवति? ओ, द्वितीय. तर्हि भगिनी वदतु. कर्मकरः भारं वहति. समीचीनमस्ति. अस्तु, तर्हि अखिला भगिनी अग्रे. मित्रेण उपायनानि दीयन्ते, मित्रम् उपायनानि ददाति. ददाति. अस्तु, समीचीनमस्ति. अग्रे गत्वा यथा लक्ष्मी भगिनी कृतवती, तत्र प्रथमतया यत् स्थानमस्ति तत्र रक्तं त्यजतु. अग्रे श्रोतॄणां लाभः भविष्यति. पञ्चमं वाक्यमस्ति पुष्पा भगिनी. अस्तु महोदय, अतिथिना पीयते, अतिथिना जलं पीयते. अतिथिः जलं पास्यति. अतिथिः किं जलं? जलं प्रयोगः कः तत्र सामान्यशब्दः जलं जलः जलः न जलं जलं जलं नपुंसकलिङ्गशब्दः तु नपुंसक जलं जलं समीचीनमस्ति पीयते तत्र कर्तरिप्रयोगे किम् अस्ति पीयते पिबति हा धन्यवादः दृष्टेन देवः निन्द्ये मया किम् उक्तं प्रथमतया रक्तस्थानं त्यजतु यथावत् दृष्टेन निन्द्ये दुष्टेन देवः निन्द्ये देवः निन्द्ये कथं वा स्यात् निन्द्येति निन्द्येति कीदृशं रूपमस्ति यदि देवः अभविष्यत् तर्हि निन्द्येति स्थाने किं रूपम् अपेक्षितमासीत् निन्द्ये इति पदस्य कः पुरुषः आम् नाम किम् अत्र मध्यमपुरुषः मध्यमपुरुषः नास्ति कर्तरिप्रयोगे अस्य रूपं किम् दुष्टः दुष्टः देवं निन्द्यति निन्द्यति इति न तत्र कर्तरिप्रयोगे किमस्ति निन्दति दुष्टः देवं निन्दति हा निन्दति दुष्टः देवं निन्दति अस्तु तस्य कर्मणि प्रयोगः कः कर्मणि प्रयोगं देवः वाक्यं वदतु दुष्टेन देवः निन्द्ये न निन्दति इत्यस्य कर्मणि किम् हरि ओम् सन्देहः न निन्दति अस्तु लक्ष्मीभगिनी सहायं करोतु कृपया निन्द्यते हा निन्दति इत्यस्य यथा सामान्यम् अतीवसामान्यरूपमस्ति पद्मभगिनी अत्र निन्दति निन्द्यते तत्र ते भविष्यति मध्ये यकारः तत्र अत्र न कोऽपि अपवादः न कमपि अस्ति अवगच्छामि निन्दति निन्द्यते अत्र निन्द्यते नास्ति अत्र निन्द्ये अस्ति कः पुरुषः यथा आत्मनिपदे तत्र प्रकाशते इति तत्र रूपाणि वदतु प्रकाशते सर्वं नवरूपाणि बालकः प्रकाशते बालकौ न सूर्यः प्रकाशते सूर्यौ रूपाणि वदतु आत्मनिपदे प्रकाशते द्विवचने प्रकाशं न प्रकाशते अग्रे अखिलभगिनी सहायं करोतु प्रकाशते प्रकाशेते प्रकाशन्ते प्रकाशसे प्रकाशेथे प्रकाशद्वे प्रकाशे प्रकाशावहे प्रकाशामहे प्रकाशे प्रकाशे इति रूपमस्ति प्रकाशते प्रकाशेते प्रकाशन्ते प्रकाशसे प्रकाशेथे प्रकाशद्वे प्रकाशे पद्मा भगिनी, प्रकाशे इति तत्र इदानीं कः पुरुषः अस्ति प्रकाशे? उत्तम निन्द्ये अपि तथा, निन्द्यते, निन्द्येते, निद्यन्ते, निन्द्यसे, निन्द्येथे, निन्द्यध्वे, निन्द्ये, निन्द्यावहे, निन्द्यामहे इति अधिकमस्ति. निन्द्ये, निन्द्ये कः पुरुषः अस्ति? उत्तमपुरुषः एकवचनं. हा, तर्हि अत्र देवः भवति वा? अत्र देवः इति कः अत्र कः पुरुषः, कुत्र उत्तमपुरुषः अस्ति, कुत्र? अहं वदतु वा. दुष्टेन अहं निन्द्ये. अत्र कार्तरी, दुष्टः मया निन्दति. द्वितीयविभक्तिः, द्वितीयविभक्तिः मां निन्दते. मां निन्दति. अस्तु अस्तु, पुनः वाक्यं वदतु समीचीनं. दुष्टेन दुष्टः मया निन्दति. द्वितीयविभक्तिः, सारि, मां निन्दति. वाक्यं वदतु एकवारं. दुष्टः मां निन्दति. अस्तु, सुन्दरमस्ति. अस्तु, दुष्टेन नत्वं कथमस्ति? न, तत्तु तत्तु दोषः अस्ति. प्रश्नः समीचीनः अस्ति, दोषः अवश्यमस्ति, तत्तु दोषः अस्ति. स दोषः अवश्यमस्ति, न स्यात् दुष्टेन. जाने सर्वे पश्यन्तु तत्र नत्वं नास्ति तत्र. एकवारं वदतु महोदय, दुष्ट सञ्जीव महोदय अस्ति, किञ्चित् दुष्टेन. दुष्टेन इति पदं, दुष्टेन पुष्पा भगिनी, तूष्णीं तिष्ठतु एकवारं, सः तु वदिष्यति महोदय. भगिनी, भगिनी तत्र प्रतीक्षां करोतु. सञ्जीव महोदय कृपया वदतु. दुष्टेन इति पदं तस्मिन् नकारः न भवेत्. दुष्टेन इति रूपं समीचीनम् अस्ति. दुष्टेन न, दुष्टेन किमर्थं महोदय? शकारः निमित्तम् अस्ति, परन्तु तदनन्तरं टकारः वर्तते, टकारस्य णत्वं न भवति. बाधा अस्ति, प्रबाध्यते. अग्रे नताशा भगिनी, अग्रे. महिलया क्रियन्ते. महिलया उपायनानि क्रियन्ते. उपायनानि इति उपायनानि भवितुमर्हन्ति स्म, किन्तु तस्य प्रयोगः उपरि जातः. मित्रेण उपायनानि दीयन्ते, दीयन्ते. तर्हि अन्यत् किमपि भवितुमर्हति वा अत्र? क्रियन्ते आभूषणम्. महिलया आभूषणानि क्रियन्ते. कर्तरीप्रयोग. महिला आभूषणं कृणोति. न, प्रथमतया कर्मपदस्य रूपं किं स्यात् कर्तरीप्रयोगे? कर्मणि आभूषणानि आसीत्. द्वितीया कर्मणि प्रयोगे कर्मपदस्य का विभक्तिः? प्रथमा महोदय. अकर्तरिप्रयोगे द्वितीय तर्हि करोतु तस्य रूपं किं महिलया आभूषणं न आभूषणं कुत्र आभूषणानि इति प्रथमविभक्तौ तस्य द्वितीयविभक्त्यन्तरूपं किम् आभूषणान् न अत्र अस्य लिङ्ग अस्य पदस्य लिङ्गं किं पुल्लिङ्ग महोदय न न पुल्लिङ्गं कथम् स्यात् अत्र सुनिधि भगिनी साहाय्यं करोतु सुनिधि भगिनी अस्य पदस्य लिङ्गं किं स्यात् आभूषणानि नपुंसकलिङ्ग नपुंसकलिङ्गशब्दः कथं जानीमः आभूषणानि अस्ति सो हा हा हा बहुवचनान्तरूपमस्ति खलु वनं वने वनानि वनानि वनानि तस्य पुल्लिङ्गे भवितुमर्हति वा न महोदय नपुंसकलिङ्गः वनं वने वनानि तत् वनं वने वनानि तत्र द्वितीयविभक्तौ किं भवति वनं वने वनानि तर्हि महिला आभूषणानि कृणोति अत्र क्रीयन्ते इत्यस्य कर्तरि सुनिधि भगिनी वदतु क्रीणाति क्रीणाति इति सामान्यरूपमस्ति क्रीणाति जानाति खलु आं महोदय अस्तु पुनः वाक्यं वदतु कृपया कर्तरि वा कर्तरि महिला आपणे अहं विस्मरामि सुनिधि भगिनी पुनः महिला आभूषणानि क्रीणाति क्रीणाति आं क्रीणाति क्रीणाति इति अस्ति अस्तु समीचीनमस्ति तर्हि श्रीनिवासमहोदय अस्तु भवतः मित्रं कुत्र अस्तु अस्तु आगच्छति कदाचित् अग्रे गच्छेम अस्तु इदानीं लक्ष्मी भगिनी अग्रे भगिन्या प्रेष्य द्वे भगिन्या यूयं प्रेष्य द्वे भगिनी युष्मान् प्रेषयति हा अस्तु वाक्यं समीचीनमस्ति अग्रे अग्रे सञ्जीवमहोदय अग्रे कविना वर्ण्यते कविना प्रकृतिः वर्ण्यते इति कर्मणि प्रयोगे कर्तरि कविः प्रकृतिं वर्णयति समीचीनमस्ति अग्रे सुनिधि भगिनी अग्रे दशमम् अधिकारिणा जुच्यन्ते अधिकारिणा उपायनानि सूच्यन्ते उपायनानि इति नास्ति अत्र अन्यत् किमपि अस्ति अत्र अधिकारिणा यत् तत्र सेवकाः अस्तु वाक्यं वदतु अधिकारिणि सेवकाः सूच्यन्ते सेवकाः सूच्यन्ते अधिकारिणः सेवकं सूच्यति. अत्र अत्र नकारान्तशब्दः अस्ति, प्रातिपदिकमस्ति अधिकारिन्, यथा गुणिन् गुणिन् तत्र गुणिन् इति शब्दः अधिकारिः गुणिन् गुणिन् इति अस्य प्रतिभा प्रथमाविभक्त्यन्तरं रूपं किं जानाति वा? गुणिन् गुणिन् इति किं भवति अखिला भगिनि? गुणी. हा गुणी, तर्हि गुणी अस्ति अधिकारेण किं भवति? हा अधिकारी, अधिकारी सेवकम्. इदानीं सेवकाः इति अस्ति, किमस्ति सेवकाः खलु. हा सेवकाः, अत्र लिङ्गं किं वचनं किम्? लिङ्ग पुल्लिङ्ग. हा पुल्लिङ्गशब्दः. हा वचनं बहुवचनं. हा तर्हि सेवकाः तत्र प्रथमा अपि च प्रथमाविभक्तिः खलु, तर्हि कर्मपदस्य का विभक्तिः भवति कर्तरिप्रयोगे? द्वितीया. द्वितीयविभक्तिः, तर्हि द्वितीयविभक्तिः पुल्लिङ्गशब्दः बहुवचने किमस्ति? सेवकान्. सेवकान्, तर्हि अधिकारी सेवकान् सूचयति. हा सूचयति, बहु समीचीनमस्ति. अस्तु अग्रे गच्छेम. श्रीनिवासमहोदय अग्रिमं करोति वा? आं महोदय. तिस्रा एकादशः. अहं सैनिकः देश सैनिकेन देशः रक्षते. सैनिकः देशं रक्षति. न पुनः वाक्यं किं यथावत् किमस्ति? सैनिकेन रक्ष्यते, सैनिकेन देशः रक्षते. सैनिकः देशं रक्षति. समीचीनमस्ति. अग्रे अखिला भगिनी अग्रे. पित्रा त्वम् आहूयसे. पित्रा आहूयसे, पित्रा त्वम् आहूयसे. पिता त्वं आह्वयति. त्वमिति भवति वा? त्वां. क्षम्यतां महोदयः. पुनः वदतु. पिता त्वाम् आहू क्षम्यतां, पिता त्वाम् आह्वयति. हा इति वाक्यमस्ति, समीचीनम्. अग्रे पुष्पा भगिनी अग्रे. अस्तु महोदय. धेनुभिः गुणं धेनुभिः यथावत् रक्तस्थानं त्यजतु. धेनुभिः धेनुभिः सर्व्यते. धेनुभिः गुणं सर्व्यते. गुणं चर्यते, नूतनसमाचारः. धेनुभिः गुणं चर्यते, स्वप्नभूमिः. बीजानि च बीजानि तृणं तृणं तृणं तृणं तृणं तृणं तृणम् अन्तिमं तृणं तृणं तृणं तृणं जानाति वा? बहिः बहु तृणमस्ति. कुशं कुशं या तृणं. धेनुभिः तृणं तृणं सर्व्यते. धेनवः धेनवः तृणं तृणं चर्यते. चरत् चरत् न लक्ष्मी भगिनी वदतु चर्व्यति न भुवादिगणे अस्ति अन्य कोऽपि वदतु भुवादिगणे अस्ति चर्वति हा सामान्यरूपमस्ति चर्वति चर्वति इति एकवचने इदानीं वदतु वाक्यं धेनवः तृणं चर्वन्ति चर्वन्ति इति उक्तवती खलु हा समीचीनमस्ति अस्तु पद्मा भगिनी अग्रे हा महोदय मया वन्द्यते मया देवः वन्द्यते अहं देवं वन्दति वन्दस्मि उत्तमपुरुषः उत्तमपुरुषः सुनिधि भगिनी वदतु वन्दे हा वन्दे अहं देवं वन्दे यथा निन्द्येति आसीत् उपरि आम् अस्तु अस्तु तर्हि अग्रे गच्छेम इदानीं सप्तम अभ्यासः लक्ष्मीभगिनी पठतु कृपया महोदय पुनः वदतु अहं न श्रुतवती अग्रिमे पुटे तत्र अभ्यासः अस्ति वाक्यानि पठनीयानि वा एतानि गीतावाक्यानि एतानि गीतावाक्यानि उच्चैः पठत इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते कार्यकारणकर्तृत्वे न न अत्र प्रथमवाक्यम् अत्र कर्मणि प्रयोगे कः वाक्यं किं पदमस्ति अभिधीयते हा अभिधीयते अभिधीयते इत्युक्ते वर्ण्यते वर्ण्यते हा वर्ण्यते अस्ति इति इति नाम करणं क्रियते इति नामकरणमस्ति अस्तु समीचीनमस्ति तत् अधोभागे पठतु किं लिखितमस्ति उपरितन उपरितनवाक्येषु कर्मणि रूपाणि सन्ति तानि चित्वा यथोदाहरणं वाक्यानि लिखत अभिधीयते हिमालयः नगाधिराजः इत्यभिधीयते यदि स्वस्य पक्षतः वाक्यं रचनीयम् इति भाति अत्र द्वितीयं करोतु कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते अत्र उच्यते इति क्रियापदं कर्मणि रूपे कर्मणि प्रयोगे क्रियापदम् उच्यते तत्र स्वस्य पक्षतः किमपि वाक्यमस्ति वा उच्यते चिन्तयामि महोदय अस्तु चिन्तयतु अग्रे तदभ्यन्तरे अग्रे गच्छेम सन्दीप महोदय अग्रे कृपया महोदय नगाधिराजः अस्तु नागराज न पर्वतराज पर्वतः अस्ति हा अस्तु अग्रे सञ्जीवमहोदय अग्रे तृतीयं वाक्यं यस्मिन् स्थितो न दुःखेन गुरुणा अपि विचाल्यते विचाल्यते इति क्रियापदम् उदाहरणं अस्तु चिन्तयतु अनन्तरं कुर्मः एकं वाक्यम् अखिला भगिनी अग्रे क्रियते बहुलायासं तद् राजसम् उदाहृतम् अन्नम्भट्टेन तर्कसङ्ग्रहः क्रियते महोदय उदाहृतम् अस्ति वा इति पदमस्ति ओ क्रियते अस्तु अस्तु क्रियते हा हा समीचीनम् अस्तु अस्तु तदेव पुनः वाक्यं वदतु अन्नम्भट्टेन तर्कसङ्ग्रहः क्रियते अस्तु अस्तु प्रतिध्वनिः अस्मिन् वर्गे किमर्थम् आगच्छति इति न जाने अन्य अपरस्मिन् वर्गे न कुत्रापि भवति कस्यचित् दूरवाणी भवती स्वस्य समये इति पश्यतु अद् तत्सर्वं नाम प्रत्येकं वाक्यं नूतनपदानि सन्ति भगवद्गीता इति पुस्तकं भवत्याः गृहे स्यात् एतत् सर्वं सुलभतया द्रष्टुं शक्यते द्रष्टव्यमासीत् अपि अग्रे नताशा भगिनी अग्रे ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते क्रियापदम् उच्यते महोदय स्वस्य पक्षतः वाक्यं रचयतु अनन्तरं श्रुष्यामः अग्रे सुनिधि भगिनी अग्रे स्वाध्यायाभ्यसनं चैव चैव वाङ्मयं तप उच्यते उच्यते इत्यस्य वाक्यं रचयतु अग्रे श्रीनिवासमहोदय भावसंशुद्धिरित्येतत् ततोपमानसम् उच्यते छात्रेण वाक्यम् उच्यते अस्तु समीचीनमस्ति अग्रे पुष्पाभगिनी अग्रे प्रमुच्यते असम्मूढः स मध्येषु सर्वपापैः प्रमुच्यते प्रमुच्यते अस्तु चिन्तयतु चिन्तयतु पद्माभगिनी अग्रे वाक्यानि सन्ति प्रमुच्यते विचाल्यते न न प्रमुच्यते इत्यस्य वाक्यं रचयतु अग्रे पद्माभगिनी अव्यक्ता हि गतिर्दुः हं देहवद्भिरावप्यते आवप्यते क्रियपदं परन्तु वाक्यं तत्र प्राप्नोति इति अवाप्नोति अवाप्यते इति कर्मप्रयोगः अवाप्नोति नाम प्राप्नोति प्राप्नोति इति चिन्तयतु अवाप्नोति तत्र अवाप्यते इति अस्य वाक्यं रचयतु इदानीम् अग्रे तर्हि कस्यचित् नास्ति जातमस्ति सर्वेषां जातमस्ति वा अस्तु वाक्यानि लक्ष्मीभगिनी वदति वा भारतदेशं कर्मभूमिः इति उच्यते हा हा अस्तु समीचीनम् अग्रे कः वदति अग्रे सञ्जीवमहोदय यस्मिन् स्थितो न दुःखेन गुरुणा अपि विचाल्यते तत्र विचाल्यते इति क्रियापदं मया विमानयानं न विचाल्यते अस्तु अस्तु विमानयानं न विचाल्यते इति न तत्र प्रायः द्वितीयविभक्तौ अस्ति वा अत्र विमानयानं न किन्तु अहं वदामि यत् मूलवाक्यं पश्यतु अत्र यस्मिन् स्थितः न दुःखेन गुरुणा अपि स्थितः इति प्रथमः वक्तु न दुःखेन गुरुणा दुःखेन न विचाल्यते गुरुणा दुःखेन न विचाल्यते तृतीय विभक्तौ अस्ति खलु मया गुरुणादुःखेन इत्यस्य स्थाने मया स्थितः इत्यस्य स्थाने विमानयानं न विचाल्यते भगिनि अस्माकं कार्यं यदा प्रवर्तमानमस्ति किञ्चित् प्रतीक्षां करोतु यस्मिन् स्थितः पुष्पा भगिनि एकवारं प्रतीक्षां करोतु अस्तु यस्मिन् स्थितः न दुःखेन गुरुणा अपि विचाल्यते स्थितः हा दुःखेन गुरुणा न विचाल्यते इति तु समीचीनमस्ति किन्तु अत्र नाम कर्मपदम् अत्र स्थितः स्थितः इति कर्मपदमस्ति गुरुणा इत्युक्ते महता दुःखेन गुरुणा दुःखेन किन्तु स्थितः कर्मपदमस्ति इति शङ्का अस्ति अत्र द्रष्टव्यमस्ति विचाल्यते न विचाल्यते इति विचाल्यते प्रायः भावे स्यात् इति मन्ये स्थितः कर्मपदमस्ति वा विचाल्यते इति द्रष्टव्यमस्ति भावे प्रयोगे इति मन्ये अत्र चालयति इत्यस्य प्रायः अहं चिन्तयामि चालयति इत्यस्य विचाल्यते इति कृतम् इति विचलति विचालयति विचालयति इति अस्ति विचालयति विचालयति अस्ति किन्तु अत्र विचालयति अस्तु वाक्यस्य अर्थः अनन्तरं पश्यामि अत्र कदाचित् शङ्का अस्ति विमानं विचाल्यते विमानं विचाल्यते तस्य अर्थः कः नाम विमानं कम्पयितुं न शक्नोमि कम्पयितुं कम्पयति इति अस्तु तादृशार्थः अस्ति चेत् समीचीनमस्ति अस्तु अस्तु तर्हि अग्रे गच्छेम अग्रिमं कस्य आसीत् क्रियते अविचाल्यते एकवाक्यमस्ति बालिकया दुःखः न विचाल्यते बालिकया दुःखः न विचाल्यते दुःखमिति नपुंसकलिङ्गशब्दः दुःखं न विचाल्यते दुःखं न विचाल्यते She doesn't get moved by the sadness. Correct? Prayah tatha syat. अस्तु अग्रे गच्छेम अग्रिमवाक्यं कस्य अस्ति अहं वदामि महोदय पद्मा अग्निः अवाप्यते क्रियापदम् अग्निः धूम्रेण अवाप्यति अवाप्यति इति कथम् स्यात् पुनः वाक्यं वदतु अग्निः धूम्रेण अवाप्यति धूम्रेण अवाप्यति अवाप्यति इति प्रथमतया अवाप्यते इति अस्ति अवाप्यते. आं महोदय, रूपान्तरेण अवाप्यति. रूपान्तरं नाम किम्? अत्र कर्मणि प्रयोगे वक्तव्यम् आसीत्. कर्मणि प्रयोगे वदतु. अग्निम् अवाप्यति. एकनिमिषः, पश्यन् अस्मि. महोदय, अग्निना धूम्रः अवाप्यते सम्यक् अस्ति? अवाप्नो तत्र प्राप्ति अर्थे अस्ति. प्राप्ति अर्थः. ओ, अग्निना धूम्रः अवाप्यते, अवाप्नोति. तत्र पुनः चिन्तयतु, तत्र अर्थः स्पष्टः अस्ति. प्राप्तिः. Covered, right? No, apnoti, apnoti, to get, to achieve, to get. Praptihi. Punaha chintayatu. Asu, anya kopi vadatu kapya. Shigar meva gachema. Sunidhi bhagini vadatu kapya. Guruna प्रचनः उच्यते. प्रवचनः उच्यते. ओ, प्रवचन. हा, प्रवचनं. हा, गुरुणा प्रवचनं उच्यते. हा, गुरुणा प्रवचनम् उच्यते. अस्तु, बहु समीचीनमस्ति वाक्यम्. अन्य कोऽपि वदतु अग्रे. वाप्यते इति तत्र नेत्रा परिश्रमेण साफल्यम् अवाप्यते. पुनः पुनः वाक्यं. नेत्रा परिश्रमेण साफल्यम् अवाप्यते. साफल्यम् अवाप्यते. समीचीनमस्ति. नेत्रा महोदय, नेत्रा. अग्रे गच्छेम. अन्य कोऽपि? श्रीनिवास महोदय न उक्तवान् खलु. अन्य कोऽपि? सर्वे उक्तवन्तः. न, अत्र उच्यते इति न, प्रमुच्यते. अत्र मुच्यते, मोचयति. हा, अस्तु. अग्रे अग्रे, दशमं वाक्यं तत्र सञ्जीव महोदय कृपया वदतु. श्रूयतां महोदय. हा, सन्ध्या भगिनी अस्ति. आं, क्षम्यताम्. अस्तु, नास्ति चिन्ता. अग्रे सञ्जीव महोदय अग्रे वदतु. लिप्यते न स पापेन. क्रियापदं लिप्यते. कर्तरि. कर्तरि, कर्तरि किमस्ति? लिप्यते. पापः तं न लिप्यते. न, लिप्यते. लिप्यति धातुः लिम्पति, वस्तुतः लिम्पति. लिम्पति, स पापः तं न लिम्पति. हा, सत्यम्. अस्तु, वाक्यं चिन्तयतु अग्रे. सन्ध्या भगिनी अग्रे. परया प्रकृत्या जगत् धार्यते. धार्यते क्रियापदं. हा, धार्यते इत्यस्य एकं वाक्यं विरचयतु. अग्रे अग्रे, नताशा भगिनी वदतु अग्रे. ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते. अन्यत् वाक्यं कर्मणि प्रयोग. स्वाध्यायः विद्यार्जनम् इति गुरुणा उच्यते. कुत्र अस्ति भगिनि इति उच्यते इति स्वस्य वाक्यमस्ति. स्वस्य वाक्यं किम् आसीत्? स्वाध्यायः विद्यार्जनम् आवश्यकम् इति गुरुणा उच्यते. अस्तु अस्तु, अग्रिमवाक्यं पठतु कृपया. द्वादशम् भवति एव. आम् महोदय. न हन्यते हन्यमाने. क्रियापदं हन्यते. अन्यत् वाक्यं कर्तरिप्रयोगे हन्ति, हननं कुर्वन्ति. कर्तरिप्रयोग न एवमेव उक्तवान्. अत्र हन्यते तत् इत्यस्य वाक्यं चिन्तयतु. सन्ध्या भगिनी वदतु कृपया. नागरिकाभिः विश्वविद्यालय धार्यते. धार्यते धार्यते इत्युक्ते सहायं वा? न सहायमिति न. धार्यते इति प्रायः वस्त्रं धारयति तादृश अर्थः अस्ति. सन्दीप महोदय, तत्र सञ्जीवमहोदय लिप्यते इत्यस्य भवनं श्वेतवर्णेन लिप्यते. अस्तु, समीचीनमस्ति महोदय. ज्ञानेन एतत् मनः समुच्यते. पुनः वदतु. ज्ञानेन एतत् मनः समुच्यते. समीचीनमस्ति. अस्तु महोदय. अस्तु, अग्रे सन्ध्या भगिनी तत्र धार्यते इति प्रयोगः क्रियते तादृश श्लोकसन्दर्भे तादृश अर्थः अस्ति. धार्यते इति बहुवारं वस्त्रं धारयति तादृश अर्थः अस्ति. अत्र तादृश अर्थः नास्ति. अत्र प्रयोगः क्रियते. यथा आदिशेषः शिरसि जगत् आदिशेषेण शिरसि जगत् धार्यते. अस्तु, समीचीनमस्ति. किञ्चित् कठिनमस्ति, अतः अग्रे सरल अभ्यासं इति कुर्मः. एकवाक्यमस्ति, राक्षसेन सैनिकः हन्यते. एतत् प्रतिमानि बहु कठिनमस्ति. पुनः वदतु. राक्षसेन सैनिकः हन्यते. हन्यते, समीचीनमस्ति. कस्यचित् स्पीकर् फोन् तु नास्ति खलु, अथवा ब्लूटूत् इत्यादिकम्? अहं महोदय, क्षम्यतां. क्षम्यतु महोदय, अहं नास्मि. पश्यतु, इदानीं समीचीनमस्ति. अग्रे गत्वा, इफ् एनीबडी यूस् स्पीकर् फोन् द फेस्ट् यु गन् बि फायर्ड् फ्रोम् दिस् क्लास्. लुक् वट् हेपन्ड्, अ टेरिबल् थिङ्ग्. मै गाड्, ओके अग्रे गच्छेम अग्रे गच्छेम इदानीं सूक्तिः अस्ति तत्र अखिला भगिनी अग्रे सूक्तिः आपत्काले च कष्टे च न उत्साहः त्यजते बुधैः इत्युक्ते यदा परिश्रमकालः आगच्छति अथवा कष्टकालः आगच्छति तस्मिन् समये ये ज्ञानवान् अस्ति यः ज्ञानवान् अस्ति ये सः उत्साहः न त्यजति इति अथवा ते उत्साहः न तैः उत्साहः न त्यजते ते उत्साहं न त्यजन्ति उत्साहं न त्यजन्ति अस्तु समीचीनमस्ति हा ओके बहु समीचीनमस्ति अग्रे इदानीं भावे प्रयोगः प्रवर्तमानमासीत् अग्रे गत्वा न कस्यापि स्पीकर् फोन् कृपया कियत् काठिन्यं भवति भवति अनेन अस्तु तर्हि अस्माकम् अभ्यासः प्रवर्तमानः आसीत् अग्रिमे तत्र अन्तिमे पुटे अस्ति तत्र कर्मणि भावप्रयोगस्य अन्तिमभ्यासः चतुर्थः अभ्यासः अस्ति अत्र सञ्जीवमहोदय कृपया पठतु कर्मणि प्रयोगेण कर्मणि प्रयोगेण न एकवा सर्वेषां वाक्यभ्यासः तत्र त्रीणि वाक्यानि रचनीयानि आसन् कस्यचित् भावप्रयोगवाक्यम् अस्ति वा सन्ति हा अस्तु सन्ति महोदय हा अस्तु सन्ति सुनिधि भगिनी वदति वा धेनवः उद्याने धावन्ति भावे धेनुभिः उद्याने धाव्यते बहु समीचीनमस्ति सुन्दरं वाक्यमस्ति अग्रे सञ्जीवमहोदय अग्रे एकनिमिषम् वदतु कपयः वने कूर्दन्ते कर्मणि प्रयोगे भावे प्रयोगे कपिभिः वने कूर्द्यते समीचीनमस्ति अन्य कोऽपि लक्ष्मी भगिनी वदति वा प्रातःकाले वयं पठामः प्रातःकाले अस्माभिः पठ्यते अस्माभिः पठ्यते तत्र भाविप्रयोगे अस्ति वा अथवा कर्मणि पठदातुः अकर्मकः अथवा सकर्मकः सकर्मकः तर्हि कर्मणि प्रयोगे अस्ति धातुः कर्मकः स्यात् यद्यपि कर्मपदं न स्यात् किन्तु कर्मणि प्रयोगे अस्ति अन्यत् वाक्यमस्ति अस्ति महोदय तौ ताभ्याम् उष्यते कर्तरिप्रयोगे तौ वसतः हा अस्तु समीचीनमस्ति अग्रे अखिला भगिनी अग्रे स्पर्धायां क्रीडालुभ्यां दाव्यते स्पर्धायां क्रीडालु धावतः अस्तु समीचीनम् अग्रे अस्तु पुष्पा भगिनी वदतु बालिकया चाकलेटं खाद्यते अत्र भाविप्रयोगः इत्युक्तमस्ति भाविप्रयोगः अस्ति वा चिन्तयतु अग्रे अन्य कोऽपि वदतु अस्तु सुनिधि भगिनी वदतु सह मित्रेण सह हसन्ति भाविप्रयोगः कर्तरी किमस्ति? तेन मित्रेण सह हस्यते. पुनः हा हा हा, कर्तरी किमासीत्? सः मित्रेण सह हसति. हा हा, अस्तु, बहु समीचीनमस्ति, बहु समीचीनमस्ति. अन्यस्य कस्यचित् वाक्यमस्ति वा? अहम् अस्मि. बालिकया चाकुलेटं खादितुम् इष्यते. खादितुम् इष्य बालिका, ओके. तर्हि कर्तरी बालिका चाकुलेटं खादितुम् इच्छति. शब्दः अस्ति चाकलेहः. चाकलेहः, चाकले, ओ चाकलेटः, चाकलेहं, चाकलेटः, चाकलेहं, चाकलेहः, अस्ति महोदय. मया पक्यते भावेप्रवेश न अस्तु महोदय. नद्यः सागरे प्रवहन्ति, नदीभिः सागरे प्रोह्यते. तत्र पुनः कर्तरी किमासीत्? नद्यः सागरे प्रवहन्ति. कर्मणि नदीभिः सागरे प्रोह्यते. हा, इति अस्ति, समीचीनम्. अग्रे इदानीं हा, समीचीनमस्ति. इदानीम् अभ्यासः, अन्तिमभ्यासः भवतु. तत्र श्रीनिवास, तत्र चतुर्थ अभ्यासः अस्ति अन्तिमे पुटे इति, त्रयस्त्रिंशदधिकशततमे पुटे. एतेषां वाक्यानां त्रयस्त्रिंशत् अधिकशततमे पुटे, त्रयस्त्रिंशत्. महोदय, कर्मणि भावे प्रयोगेण च लिखिताम् एतां कथां पठित्वा कर्तरी प्रयोगेण परिवर्तयत. एकेन मोहाविष्टेन भूयते. कर्तरी प्रयोगः एकः भवति. हा, समीचीनमस्ति. अखिला भगिनी अग्रे. तेन समचित्तेन न भूयते, सः समचित्तः नास्ति. नास्ति इति नास्ति, भूयते इति न भवति. हा, न भवति इति. हा हा, किन्तु यदा भूयते अस्ति, अस्ति इति वदामः तर्हि भूयते भवति, किन्तु भूयते इति वदामश्चेत् तत्र सामान्यतः भवति इति वक्तव्यमस्ति. अस्ति इति दोषाय इति न वदामि. सन्ध्याभगिनी अग्रे. तेन कर्मफलं प्राधान्येन चिन्त्यते. सः कर्मफलं प्राधान्येन इत्युक्ते प्राधान्येन मुख्यतः. ओके. सः कर्मफलं प्राधान्यम् अत्र अत्र यदा कर्तरिप्रयोगः अपि च कर्मप्रयोगः अनयोः चिन्तनं यदा भवति तदा अस्माकं कीदृशं चिन्तनं तत्र कर्तृपदस्य परिवर्तनं भवति अपि च कर्मपदस्य पदद्वयं त्यक्त्वा अपरस्य अपि कस्यचिदपि शब्दस्य परिवर्तनं न भवति अत्र अस्मिन् अस्माकं तत्र अस्मिन् अस्मिन् अस्मिन् वाक्ये कर्तृपदं किं कर्मपदं किम् कर्तृपदं सः प्राधान्येन न न प्राधान्येन इति तत्र अर्थः अवगन्तव्यमस्ति अत्र प्राधान्येन इति तत्र क्रियाविशेषणमस्ति वस्तुतः क्रियाविशेषणम् अस्तु तर्हि सः मोस्ट्लि इति तस्य अर्थः अस्ति कर्तृपदं तेन सः अत्र वाक्यमस्ति तेन कर्मफलं प्राधान्येन चिन्त्यते कर्तृपदं किम् समीचीनमेव यदुक्तवती तेन एव तेन इदानीं कर्मफलं इदानीं कर्मफलं कर्मफलं कर्मफलं हा कर्मफलमस्ति हा द्वयोः परिवर्तनम् अन्यत् किमपि न प्राधान्येन इति क्रियाविशेषणमस्ति ओ क्रियाविशेषणं तर्हि प्राधान्येन एव अस्ति वदतु सः कर्मफलं चिन्तयति हा इति वाक्यमस्ति किन्तु प्राधान्येन इति वदतु सः सः कर्मफलं प्राधान्येन चिन्तयति हा इति वाक्यमस्ति बहूनि पदानि भवितुमर्हन्ति किन्तु केवलं कर्तृपदस्य कर्मपदस्य च परिवर्तनं लक्ष्मीभगिनी अग्रे एकदा तेन एकः गुरुः प्राप्यते कर्मणि प्रयोगः कर्तृप्रयोगे एकदा सः एकं गुरुं प्राप्नोति हा समीचीनमस्ति श्रीनिवासमहोदय अग्रे गुरुणा उपदेशः क्रियते गुरुः उपदेशं करोति उपदेशं करोति समीचीनमस्ति अग्रे पद्माभगिनी अग्रे आं महोदय एकस्य मनसि प्रश्नैः उद्भूयते एकस्य मनसिन् प्रश्नः अत्र मया किम् इदानीं किम् उक्तं मया कर्तृपदस्य कर्मपदस्य च परिवर्तनम् अन्यत् किमपि भवतु पदं भवतु नाम तस्य परिवर्तनं न भवति प्रथमतया इदं वाक्यं कर्तरिप्रयोगे कर्म भावे प्रयोगे वा कर्मणि प्रयोगे कर्मप्रयोगे अत्र धातुः अस्ति क्षम्यतां कर्मणि प्रयोगे अस्ति उद्भूयते तत्र तत्र भूधातुः उद्भवति भूधातुः सकर्मकः अथवा अकर्मकः सकर्मकः अत्र सुनिधि भगिनी किं वदति भवती भवती अकर्मकः अस्ति. अकर्मकः अस्ति, समीचीनं, धन्यवादः. तर्हि अत्र एतस्य तत्र यत्र षष्टिविभक्तिः नाम प्रथमाविभक्तिः अपि च द्वितीयविभक्तिः तृतीयविभक्तिः त्यक्त्वा यत्किमपि भवतु नाम चतुर्थीविभक्तिः पञ्चमीविभक्तिः षष्टिविभक्तिः तस्य परिवर्तनं न भवति वाक्ये, यतोहि कर्तृपदमर्थि वा षष्टिविभक्तिः तत्र षष्टिविभक्तिः कर्तरि कर्तृपदम् अथवा कर्मपदं भवितुम् अर्हति वा कदापि? पद्मा भगिनि, मनसि इति मनस्सिन् इति न जानामि तत् किमस्ति, किन्तु मनसि इति एका विभक्तिः अस्ति. मनसि षष्टिविभक्तिः न, षष्टिविभक्तिः अस्ति वा? एतस्य अस्ति का विभक्तिः? एतस्य का विभक्तिः? एतस्य षष्ठी या पञ्चमी? अस्तु, लक्ष्मी भगिनी किञ्चित् सहायं करोतु, कृपया. अत्र किमस्ति? एतस्य षष्ठी एकवचनं, मनसि सप्तमी एकवचनं. सप्तमी एकवचनं वा? मनस् सकारान्त सप्तम. हा, अनन्तरम् अग्रे वाक्यं पूरयामि. अग्रे प्रश्नैः इति प्रश्नैः प्रश्नैः तृतीया बहुवचनं. हा, अपि च प्रश्नैः इति अस्मिन् वाक्ये भूधातुः इति अकर्मकधातुः अस्ति, अतः अत्र कर्तरिप्रयोगः अथवा भावेप्रयोगः? भावेप्रयोगः. हा, अपि च अत्र कर्तृपदं किम्? प्रश्नैः. हा, कर्मपदं किम्? कर्मपदमत्र नास्ति. नास्ति खलु, समीचीनमस्ति. हा, नास्ति. अस्तु, तर्हि अस्य परिवर्तनं करोतु कृपया. एतस्य मनसि प्रश्नाः उद्भवन्ति. हा, इति समीचीनमस्ति. पद्माभगिनी पश्यतु, तत्र एतस्य इति पञ्चमी तु न भवितुं, षष्ठी एव अस्ति, मनसि तु सप्तमी एव अस्ति. चतुर्थी, पञ्चमी, षष्ठी, सप्तमी चतुर्षु रूपेषु परिवर्तनं न कदापि भवति अत्र, न कदापि. कर्तरिप्रयोगे कर्मणि प्रयोगे च. अस्तु, तर्हि अग्रे नताशा भगिनी अग्रे. महोदय, अहं स्पीकर् फोन् मे न अस्मि. एको स्टिल् कमिङ्ग्. न न, इदानीं नास्ति, एको नास्ति. अस्ति अस्ति महोदय, अग्रे गच्छामि. अग्रे बहु न्यूनमस्ति. बहुभिः गीतायाः उदाहरणैः गुणा सह बोध्यते. कर्तरिप्रयोगः बहुभिः गीतायाः प्रथमतया इदं वाक्यं भावेप्रयोगे अथवा कर्मणि प्रयोगे? महोदय, कर्मणि प्रयोगे. कर्मणि अस्ति. हा, तर्हि कर्तरि? कर्तरिप्रयोग बहुभिः गीतायां. किञ्चित् क्लिष्टं वाक्यं महोदय. अत्र कर्तृपदं किं, कर्मपदं किम्? क्रियापदं बोध्यते गुरुणा. गुरुणा कर्तृपदं. सत्यं. कर्मपदं? कर्मपदं बहुभिः गीता उदाहरणै. कर्मपदं कर्मणि प्रयोगे कर्मपदस्य का विभक्तिः भवति? प्रथमा महोदय तर्हि गुरुणा इति कर्तृपदं, सः इति कर्मपदम्, अन्यत् यत् किमपि अस्ति तत् केवलम् आभूषणमस्ति वाक्यस्य. तं बहुभिः गीतायाः पठने बोध्यति. गुरुणा इत्यस्य गुरुः तं बहुभिः गीतायाः बोधयति. हा, बहु समीचीनमस्ति. मूलवाक्यमस्ति गुरुणा सह बोध्यते, गुरुः तं बोधयति. अन्यत् सर्वं यत् किमपि अस्ति तत् केवलम् आभूषणमस्ति. बहुभिः गीतायाः उदाहरणैः तत्तु अभिज्ञातव्यमस्ति. अभिज्ञातव्यं किं यत् एतेषां न कर्तृपदत्वं न कर्मपदत्वम्, अतः परिवर्तनं न भवति. बहु समीचीनमस्ति. अग्रे अस्तु, सञ्जीवमहोदय अग्रे. तेनापि मध्ये मध्ये जिज्ञासा प्रकट्यते. कर्मणि अस्ति भावे प्रयोगे, कर्तरिप्रयोगे. सः अपि मध्ये मध्ये जिज्ञासां प्रकटयति. बहु समीचीनमस्ति. अस्तु अग्रे, सुनिधि भगिनी अग्रे वदति वा. सुनिधि अन्ततो गत्वा तेन सत्त्वम् एकत्वं च अवगम्यते. किञ्चित् कठिनमस्ति, यतोहि अर्थः अवगन्तव्यः अस्ति. अत्र किमपि नास्ति, किन्तु अर्थः यत् अवगच्छति वा. अन्ततः गत्वा तेन सत्त्वम् एकत्वं च अवगम्यते. अत्र कर्तृपदं किम्? तेन. क्रियपदम् अवगम्यते. कर्मपदं सत्त्वम् एकत्वम्. इदानीं करोतु. समीचीनम्. अन्ततो गत्वा सः सत्त्वम् एकत्वं च अवगच्छति. बहु सुन्दरमस्ति, तदेव अस्ति. महोदय, एकः प्रश्नः अस्ति. प्रकटयति इति अस्ति. अस्तु अग्रे, अखिला भगिनी अग्रे. तदनुसारेण आचरणस्य निश्चयः क्रियते. तत्र अध्याकृतमस्ति इति चिन्तयामि महोदय, तेन इति कर्तृपदं. तदनुसारेण सः आचरणस्य निश्चयं कृतवान्. भूतकाले इति मास्तु. ओ, क्षम्यतां, निश्चयं करोति. बहु समीचीनमस्ति, तदेव अस्ति. अत्र कर्तृपदं न उक्तं तावदेव. पुनः वदतु कृपया. तदनुसारेण सः आचरणस्य निश्चयं करोति. सः इति मा वदतु, यतोहि तत्र नास्ति, नासीत् एव, प्रमापकमस्ति. पुनः वदतु. अस्तु, तदनुसारेण आचरणस्य निश्चयं करोति. सन्ध्या भगिनी अवगच्छति वा. कर्तृपदं न उक्तम् अस्मिन् वाक्ये. परन्तु सः अस्ति. नास्ति एव किमपि. सः इति तत्र अवगन्तव्यमस्ति, किन्तु न उक्तम्. निश्चयः क्रियते इति वाक्यमस्ति. भवती एव अग्रिमं करोतु. तेन सन्तुष्टेन जीवनं क्रियते. सन्ध्याभगिनी ओ स्वागतं महोदय. ओके. तेन सन्तुष्टेन जीवनं क्रियते. सः सन्तुष्टेन जीवनं करोति. तेन सन्तुष्टेन तत्र विशेषविशेषभावः अस्ति. सः तत्र श्लोकः अस्ति खलु, कोऽपि श्लोकं स्मरति? सन्तुष्टेन तेन विशेषपदं वा न? यत्र विशेषणविशेषभावः अस्ति तत्र श्लोकः कः? कस्यचित् मनसि अस्ति यल्लिङ्गं यद्वचनं या च विभक्तिः विशेषस्य तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्यापि. अत्र तेन सन्तुष्टेन तर्हि सः सन्तुष्टः जीवनं करोति इति अस्ति. अस्तु अग्रे लक्ष्मीभगिनी अग्रे. अन्यैः तस्य जीवनम् अवलोक्यते. अन्ये तस्य जीवनम् अवलोकन्ते. अवलोक्यते. अवलोक्यते इति तत्र रूपद्वयम् अर्हति कर्तरि. लोक्यते लोक्यते इति अस्य लोकते अपि भवितुमर्हति. लोकयति अपि भवितुम् लोकयति लोकयते वस्तुतः कर्तरिप्रयोगे वाक्य रूपत्रयं सम्भवति. लोकते लोकयति लोकयते त्रिषु एकं स्वीकर्तव्यमस्ति. अवलोकयति तत्र अन्ये पुनः वदतु. अवलोकयति अस्ति चेत् अन्ये तस्य जीवनम् अवलोकयन्ति. अवलोकते इति अस्ति चेत् अन्ये तस्य जीवनम् अवलोकन्ते इति अस्ति. तावदेव अग्रे गच्छेम. महोदय एकः प्रश्नः अस्ति. अन्यैः प्रातिपदिकमस्ति अन्य अन्य अकारः अकारान्तः देव आम् शब्दवत्. अस्तु महोदय. तेन तत्त्वं बोध्यते. सः तत्त्वं बोधयति. हा समीचीनमस्ति. पुष्पाभगिनी अग्रे. अस्तु महोदय. सर्वैः एतत् इष्यते. सर्वे एतत् इच्छन्ति. अस्तु समीचीनमस्ति. अग्रे नताशा भगिनी अग्रे. एतैः स्वजीवने तदाचरितुं प्रयत्नः विधीयते. Mm. एतैः एतदाचरितुं प्रयत्नः विधीयते. एते स्वजीवने तदा चरितुं प्रयत्नं धा धातुः अस्ति धा विद् किं महोदय धातुः अस्ति धा धा यथा दा दा धातुः दा धातोः लट्लकाररूपं किं दा धातोः अखिला भगिनी करोतु कृपया. हा भगिनी जानाति वा हा ददाति ददाति दा धातोः ददाति तर्हि धा महोदय न जानामि दा धातोः यथा तथा ददाति तत्र अखिला भगिनी दधाति महोदय दधाति तर्हि दधाति वेद विध वेद धति वि उपसर्ग वि उपसर्ग हां वदतु धति न श्रुतं मया पुनः धति हां वदतु एते स्वजीवने तदा चरितुं प्रयत्नं विदधाति विदधाति धा धातुः दधाति व्युपसर्गपूर्वकः विदधाति विदधाति हा समीचीनमस्ति. अस्तु अग्रे सन्धि महोदय इदानीमपि अस्ति वा वाहनं चालयामि. ओ अस्तु अस्तु अस्तु हा नास्ति चिन्ता. तर्हि अखिला भगिनी अग्रे एवं तेन सार्थकं जीवनं क्रियते. एवं सः सार्थकं जीवनं करोति. हा समीचीनमस्ति. इदानीम् अन्ते सूक्तिः अस्ति तत्र लक्ष्मी भगिनी पठतु कृपया. सूक्तिः चित्तक्रोधेन सर्वं हि जगदे जगदेत तद्विजीयते. जितक्रोधेन सर्वं हि जगत् एतत् विजीयते एतत् विजीयते. जितक्रोधः जीतः क्रोधः येन सह जितक्रोधः जीतः जितः क्रोधः येन सह इति तृतीयार्थे बहुव्रीहिसमासः अग्रिमे पुस्तके पठिष्यामः. तस्य अर्थः स एव जीतक्रोधः येन क्रोधः जीतः सः जीतः क्रोधः येन सः सर्वं हि जगत् एतत् विजीयते. अत्र जी धातुः अस्ति जयति ह्रस्वैकारान्त धातुः अस्ति जी धातुः किन्तु तत्र कर्मप्रयोगे दीर्घः भवति पराजयति पराजयते पराजीयते. अत्र जी धातुः तथा अस्ति यत् यदा उपसर्गः नास्ति तदा परस्मैपदी धातुः अस्ति जयति किन्तु यदा उपसर्गः पूर्वकः अस्ति वि अथवा परा तदानीम् आत्मनेपदी भवति विजी तत्र विजयते जयति किन्तु विजयति किन्तु विजयते पराजयते जयति जयति विजयते पराजयते इति रूपत्रयं भवति तत्र वैशिष्ट्यम्. अस्तु इति भावे प्रयोगः समाप्तः. अग्रिमे सप्ताहे किञ्चित् अभ्यासं कृत्वा ततः अग्रे लोट्लकारस्य कर्मणि भविष्यति. अस्तु, समीचीनं. तर्हि विरमाम. सर्वेषां धन्यवादः. नमस्कारः. धन्यवादः महोदय. क्षम्यतां महोदय. क्षम्यतां.